पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 4 वात्स्यायन उवाच भुजगादीश्वरेशानधराभारधरक्षम शृण्वेगं संशयं मह्यं कृपया कथयस्वतं रघुनाथस्य गमनं वनं प्रति यदा ह्यभूद तदा प्रभृति देहेन स्थिता शून्येन चेतसा तद्विप्रयोगविधुरा कृशदेहादिदुःखिता सुमुखान्मन्त्रिण श्रुत्वा रघुनाथं समागतं कथं जहर्ष किमभूत् कीदृश्यं तत्र चिह्नितं रामचन्द्रस्य सन्देशहर्तारं किमुवाच सा एतन्मे संशयं चिन्ति रघुनाथ गुणोदयं यथावच्छृण्वदे मह्यं कथयस्व प्रसादतः शेष उवाच साधुपृष्ठं महाभागद्विजवर्यपुरस्कृत तन्मे निगदतः साक्षाच्छृणुष्वैकमना किल सा वै तद्वदनाम्भोजच्युतं रामागमामृतं पीत्वा पीत्वा बभूवाहोस्तगिताङ्गेन विह्वला किं मे स्वप्नो विमूढाया किं वा भ्रमकरं वचः मम वै मन्दभाग्याया कथं रामे क्षणं पुनः बहुना तपसा कृत्वा प्राप्तोऽयं वै सुधशिशुः केनचिन्मम पापेन विप्रयोगं गतः पुनः सुमन्त्रिन्कुशली रामसीता लक्ष्मणसंयुधः कथं मां स्मरदे वीरो वनचारी सुदुःखिताम् इति सा विललापोच्चै रघुनाथस्मृतिं गदा न निवेदनिजं किञ्चित् परकीयं विमोहिता सुमुखोऽपि तथा दृष्ट्वा दुःखितां मादरं भृशं वीजयामास वासोग्रैः संज्ञामाप च सा पुनः उवाच जननीं सौम्यं वचो हर्षकरं मुहुः रघुनाथागमस्मार हृष्टां तां व्यधदात् पुनः मादर्विद्धि गृहं प्राप्तं रघुनाथं सलक्ष्मणम् सीतया सहितं पश्य चाशीर्भिरभियुङ्क्ष्व च इति तथ्यं वच श्रुत्वा सुमुखेन प्रभाषितं यादृश्यं हर्षमापेदे तादृश्यं वेद्म्यहं नहि उद्धाय चाजिरे प्राप्ता रोमाञ्चिततनूरुहा हर्षविह्वलिताङ्ग्यश्रु मुञ्जन्ती राममैक्षद तावत्सरामो राजेन्द्रो नरयानमधिश्रुतः प्राप्तस्वमाधुर्भवनं कैकेय्या सुनयः पुरः कैकेय्यपि त्रपाभारनम्रा रामं पुरस्थितं नोवाच किञ्चिन्महदीं चिन्तां प्राप्तवदी मुहुः सूर्यवंशध्वजो रामो मादरं वीक्ष्य लज्जिताम् उवाच सां त्वयं तां च वाक्यैर्विनयमिश्रितैः श्रीराम उवाच मादर्मया वनं गत्वा सर्वमाचरितं तथा अधुना कर वै किं वा त्वदाज्ञादो जनन्यहो मया न्यूनं कृतं नास्ति कथं मां नेक्ष्यसे पुनः आशीर्भिरभिनं दैन्यं भरदं मां च वीक्षय इति श्रुत्वापि तद्वाक्यं सा नम्रवदनानख शनैः शनैः प्रत्युवाच राम गच्छ स्वमालयं रामोऽपि श्रुत्वा वचनं जनन्या पुरुषोत्तमः नमस्कृत्य ययौ गेहं सुमित्राया कृपानिधिः सुमित्रापुत्रसहितं रामं दृष्ट्वा महामनाः चिरञ्जीव चिरञ्जीव ह्याशीर्भिरिति चाभ्यधाद माधुश्च रामभद्रोऽपि चरणौ प्रणिपत्य च परिष्वज्यमुदायुक्तो जगादवचनं पुनः रत्नगर्भे मम भ्रात्रा केनापि न कृतं तथा यथा यमकरोद्धीमान् मम दुःखापनोदनं रावणेन हृदा सीता मया यत्प्राप्यते पुनः मादस्तत्सर्वमाविद्धि लक्ष्मणस्य विचेष्टितं दत्तामाशिषमागृह्य शिरसायं सुमित्रया निजमातुश्च भवनं प्रययौ विबुद्धैर्वृतः मातरं वीक्ष्य हृषितां निजदर्शनलालसां स्वयानादवरुह्याशु चरणावग्रहीधरिः मादा तद्दर्शनोत्कण्ठा विह्वली कृतमानसा परिष्वज्य परिष्वज्य रामं मुदमवापसा शरीरे रोमहर्षोऽभूद्गद्गदा वागभूत्तदा हर्षाश्रूणि तु सोष्णानि प्रवाहं प्रापुरापदाद जननीं वीक्ष्य विनयी ताडङ्गद्वयवर्जितां कराकल्पपदाकल्प रहिदां बिभ्रदीं तनुं किञ्चित् स्वदर्शनाद्धृष्टां कृशाङ्गीं तां स शोकभाक् दुःखस्य समयो नायमिति मत्वा जगादतां श्रीराम उवाच माधर्मया त्वच्चरणौ चिरकालं न सेवितौ ततः क्षमस्वापराधं भाग्यहीनस्य वै मम ये पुत्रा मादा पित्रोर्न शुश्रूषायां समुत्सुकाः ते मम तव्याः परा मादकीडका रेतसो भवाः किं कुर्वे जनकाज्ञादो गदो वै दण्डकं वनं तत्रापि त्वत्कृपापाङ्गातीर्णोऽस्मि दुःखसागरम् रावणेन हृदा सीता लङ्कायां गमिता पुनः त्वत्कृपादो मया लब्धा तं हत्वा राक्षसेश्वरम् सीतेयं त्वच्चरणयोः पतिता वै पतिव्रता सम्भावयाशुचकितां त्वत्पादार्पितमानसाम् इति श्रुत्वा तु तद्वाक्यं पादयोः पतितां स्नुषाम् आशीर्भिरभियुज्यैनां बभाषेतां पतिव्रताम् सीदे स्वपदिना सार्धं चिरं विलसभामिनि पुत्रौ प्रसूय च कुलं स्वकं पावय पावने त्वत्सदृश्यः पदिपराः पदिदुःखसुखानुगाः भवन्ति दुःखभागिन्यो न हि सत्यं जगत्त्रये विदेहपुत्रिस्वकुलं त्वया पाविदमात्मना रामपादाब्जयुगलमनुयान्द्या महावनम् किं चित्रं यत्पुमां सस्तु वैरिकोटिप्रभञ्जनाः येषां गेहे सती भार्या स्वपदिप्रियवाञ्छिका इत्युक्त्वा रघुनाथस्य भार्या मञ्चिदलोचनां तूष्णीं बभूव हृषिदा प्रहृष्टस्वतनूरुह अध भ्रादास्य भरदपित्रा दत्तं निजं महद राज्यं निवेदयामास रामचन्द्राय धीमते मन्त्रिणस्ते प्रहृष्टाङ्गा दैवज्ञान्मन्त्रकोविदान् आहूय सुमुहूर्तन्दे पप्रच्युः परमादराद शुभे मुहूर्ते सुदिने शुभनक्षत्रसंयुधे अभिषेकं महाराज्ये कारयामासुरुद्यताः सप्तद्वीपवदीं पृथ्वीं व्याघ्रचर्मणि सुन्दरे लिखित्वोपरि राजेन्द्रो महाराजोधितस्तिवान् तद्दिनादेवसाधूनां मनांसि प्रमुदं ययुः दुष्टानां चेदसो ग्लानिरभवत् परतापिनां स्त्रियस्तु पदिभक्त्या च पदिव्रतपरायणाः मनसापि कदा पापं नाचरन्ति जना मुने दैत्यादेवास्तथा नागा यक्षासुरमहोरगाः सर्वे न्यायपदे स्थित्वा रामाज्ञां शिरसा दधुः परोपकरणे युक्ता स्वधर्म सुखनिर्वृताः विद्याविनोदगमिता दिनरात्रिक्षणाशुभाः वातोऽपि मार्गसंस्थानां बलान्नाहरदे महान् वासांस्यपि दुःसूक्ष्माणि तत्र चौरकथा न हि धनदोह्यर्थिनां रामः कारुण्यश्च कृपानिधिः भ्रातृभिः सहितो नित्यं गुरुदेवस्तुतिं व्यधात् इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे रघुवरस्य राज्याभिषेको नाम चतुर्थोऽध्यायः ॐ